नमस्कारः, अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. महोदय. आम् महोदय, अस्ति वा? आम् वदतु. अस्तु, नमस्कारः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति तुगादिगणे इतोपि विशेषधातवः इति विषयः अनुवर्तते. तत्र गतवर्गे अस्माभिः शेम् उचादीनाम् इत्यस्मिन् सन्दर्भे मिदचोन्त्यात् परः इति सूत्रस्य विषये चिन्तनम् आरब्धमासीत्. मिदचोन्त्यात् परः इति विशिष्टसूत्रमस्ति, वस्तुतः परिभाषासूत्रम्. सूत्रं वदति मित् अचः अन्त्यात् परः इति वदति सूत्रम्. इत्युक्ते मित् यः मित् इत्यनेन इङ्गितः अस्ति सः अचः अन्त्यात् परः आयाति इति उक्तम्. वस्तुतः सूत्रेषु यत्र मित् आदेशरूपेण, इत्युक्ते तत्र वस्तुतः आगमरूपेण आयाति, तत्र अस्माकं सन्देहः भवति. कुत्र अयं मितागमः भवति इति सन्देहः भवति. तदर्थम् अत्र मिदचोन्त्यात् परः इति सूत्रस्य आवश्यकता अस्ति. यदि तत्र नुमागमः अथवा यः कोऽपि मित् आगमः कुत्र आयाति इति तदर्थं सूत्रं नास्ति चेत् तर्हि तत्र अलोन्त्यस्य इत्यनेन सूत्रेण अङ्गस्य अन्ते आयाति. परन्तु तादृशं भवति चेत् अस्माकं तत्र इष्टरूपं न सिद्ध्यति. तदर्थम् अत्र अनियमः अस्ति. यद् वयं प्राप्तुम् इच्छामः तद् न प्राप्यते, अनियमः अस्ति. तदर्थम् अत्र मिदचोन्त्यात् परः इति सूत्रं सहायं करोति. तर्हि अत्र सूत्रस्य सन्दर्भे तत्र मित् अचः अन्त्यात् परः इति उक्तम्. अत्र लक्ष्मी भगिनी वदतु, भवत्याः चिन्तनं वदतु. अन्त्यात् अचः इत्यनेन एव सिद्ध्यति इति किमपि उक्तं खलु, तत् प्रतिपादयतु. नमस्ते भगिनि. अत्र अनुवृत्तिसहितसूत्रे मित् अचः अन्त्यात् परः अन्तः इति उक्तम्. अत्र अस्माकं चिन्तनम् आसीत् अचः इति निर्धारणार्थे स्वीकुर्मः. तदर्थम् अक्षु अन्तिमः तस्मात् इति चिन्तनं समीचीनम् इति अत्र उक्तम्. अत्र मम प्रश्नः अस्ति, यतोहि अत्र अचः अन्त्यात् इति वदामः चेत् अचः अपि पञ्चमी, अन्त्यात् अपि पञ्चमी इति स्वीकृत्य विशेषणविशेष्यभावः स्वीकुर्मः चेदपि अर्थः समानं भवति खलु? किमर्थं निर्धारणार्थकः इति स्वीकर्तव्यम् इति आसीत् मम चिन्तनं. इत्युक्ते अचः इति वदामः चेत् अच् वर्णात् स्वरात् इति भवति, अन्त्यात् इति वदामः चेत् अन्तिमवर्णात्. सो अन्तिम अच् वर्णात् परः मित् इति प्रथमभागः, तदेव भवतु, तदेव अर्थः भवति खलु? किमर्थम् एतादृशजात्याख्या एकस्य जात्याख्याम् एकस्मिन् बहुवचनम् अन्यतरस्य इत्यस्य निर्धारणार्थकः स्वीकर्तव्यः इति मम प्रश्नः आसीत्. इत्युक्ते समीचीनप्रश्नः. तर्हि इदानीं ज्ञान इति शब्दः अस्ति, तत्र नुमागमः भवति चेत् कुत्र आयाति? ज्ञान इति अस्ति चेत् अत्र अन्तिम अकारात् अनन्तरम्. अस्तु, इदानीम् अस्माकं शेम् उचादीनाम् इति सूत्रमस्ति खलु, तत्र मुच् इति धातुः अस्ति. इदानीं नुमागमः कुत्र आयाति? कुत्र भगिनि? मुच् इति धातुः अस्ति. तत्र नुमागमः कुत्र आयाति? मुच् इति धातुमध्ये उकारात् अनन्तरम् अन्तिम इति स्वरः इति भवत्याः चिन्तनमस्ति. परन्तु इत्युक्ते तत्र अन्त्यात् इति पदस्य अर्थः कः इति भवत्या न अवगतम्. अन्त्यात् इत्यस्य कः अर्थः? अन्त्यः अन्त्यः इति शब्दस्य कः अर्थः? अन्ते भव इति अन्त्यः खलु, अन्ते भव इत्युक्ते कः, किम् अन्तिमवर्णः, अन्तिम अवयवः भवेत्, अन्तिम अवयवः भवेत्। यदि अन्तिम अवयवः इति वदति चेत् ज्ञान इति शब्दे अचुवर्णः अन्तिम अवयवः अस्ति वा? अन्तिम अवयवः इति न वदति खलु, अन्त्यात् इति तत् अन्तिमः इति एव अर्थः खलु, अन्तिम अवयवः इति कुत्र अस्ति? न, अन्ते भव इत्यस्य कः अर्थः? अन्ते भव इत्युक्ते अन्ते भवः अन्त्यापि भागस्य अर्थः, यस्य कस्यापि भागस्य अन्ते भवतु न चेत् भवति इति अर्थः खलु। हा, यस्य विषये वयं वदामः तस्य अन्ते भवतु खलु। तर्हि इदानीं ज्ञान इति शब्दे अन्ते अचुवर्णः अस्ति वा? अन्ते अचुवर्णः अस्ति, आम्। मुच् इति धातौ अन्ते अचुवर्णः अस्ति वा? मुच् इति धातौ अन्ते अचुवर्णः नास्ति। अन्ते अचुवर्णः नास्ति, अन्ते अचुवर्णः नास्ति चेत् नुमागमः कथं भवति तत्र? अस्तु, अचुवर्णः अन्तिमः इति न उक्तं खलु? न, अचुवर्णः अचः अन्त्यात् इति उक्तं खलु, अचुवर्णः अन्तिमवर्णः इति एव अर्थः। अन्त्यः इत्युक्ते अन्ते भव, यस्य विषये वदामः तस्य अन्ते भवेत्, अचुवर्णः अन्ते भवेत्। ज्ञान इति शब्दे तु अचुवर्णः अन्ते अस्ति, परन्तु मुच् इति शब्दे तु अचुवर्णः अन्ते अस्ति वा? नास्ति। तर्हि इत्युक्ते अजन्तम् इति अर्थः भवति, अस्तु, इति अर्थः भवति। अतः विशेषणविशेषभावं स्वीकुर्मः चेत् तत्र कार्यं न सिद्ध्यति, कार्यं न सिद्ध्यति। तदर्थं तत्र किमपि अन्यत् वक्तव्यं, तत्र किं वदामः इति चेत् निर्धारणार्थे वक्तव्यम्। इत्युक्ते तत्र बहवः अचुवर्णाः सन्ति, तेषु यः अन्तिमः अस्ति तस्य इति वयं वदामः चेत् तदानीं मुच् इत्यादिषु तत्र एकः एव अचुवर्णः अस्ति, एकः एव अचुवर्णः अस्ति चेत् तत्र व्यपदेशिवद्भावः इति वदन्ति। इत्युक्ते एकः एव पुत्रः अस्ति चेत् सः एव ज्येष्ठः, सः एव कनिष्ठः। तर्हि अत्र एकः एव अचुवर्णः अस्ति चेत् सः एव आदिमः, सः एव अन्तिमः इति कृत्वा तत्र उकारात् परम् आयाति इति कृत्वा तत्र निर्धारणार्थे इति स्वीकुर्मः, नो चेत् अर्थः न सिद्ध्यति। आगतं वा? हा, अवगतं भगिनि। इत्युक्ते अन्तिम अन्त्यातचः इत्यनेन अच् अन्ते एव भवतु, अजात् अजन्तम् इति अर्थः स्वीकुर्मः चेत् मुच्छित्य अत्र न भवति नुमागमः इति। अजन्तम् इति अर्थः अर्थं स्वीकुर्मः इति नास्ति, सः एव अर्थः, अन्य कोऽपि अर्थः नास्ति। यः इत्युक्ते अन्ते भव खलु, अतः यस्य विषये वयं वदामः तस्य अन्ते भवेत्। यदि अन्ते नास्ति चेत् तर्हि मुच् अपि च इदितोनुं धातोः सर्वत्र कार्यं न सिद्ध्यति। अतः तादृशपक्षं त्यक्तव्यं, तादृशपक्षः त्याज्यः। अतः इदमेव प्राचीनानां मतम् आसीत्, अतः इति अन्त्यात् इत्यस्य विशेषणविशेषभावः पञ्चम्यन्तरूपेण स्वीकुर्मः चेत् पर्याप्तम् इति तेषां मतम् आसीत्। परन्तु पञ्चम्यन्ततया वयं स्वीकुर्मः चेत् अन्त्यात् अचः इति तदानीम् अर्थः न सिद्ध्यति। अतः तादृशमतस्य खण्डनं कृत्वा इदानीं किं वदामः इति चेत् निर्धारणार्थे स्वीकुर्मः चेत् तदानीमेव कार्यं सिद्ध्यति, न केवलं धातूनां विषये, प्रातिपदिकानां विषये अपि। यशस् इति प्रातिपदिकमस्ति खलु, न हलन्तप्रातिपदिकं, तत्रापि नुमागमः न सिद्ध्यति, यतोहि अन्ते अचुवर्णः नास्ति। अतः बहुत्र कार्यं न सिद्ध्यति इति कृत्वा तादृशपक्षं वयं त्यजामः, अतः इदानीं निर्धारणार्थे एव स्वीकुर्मः। अस्तु भगिनि, अवगतवती। अस्तु, इदानीम् अन्येषां कोऽपि चिन्तनमस्ति वा तत्र निधचवन्त्यागिनी प्रश्नः कः प्रश्नः नूतनप्रश्नः नास्ति गतवर्गे यद् पृष्टमासीत् तदेव भगिनि एकः प्रश्नः गतवर्गे महोदय उक्तवती मित् अचः अन्त्यात् परः अन्तः अत्र केवलं त्रयपदाः अस्ति इति किम् अत्र अन्तः अपि चत्वारि पदाः इति अन्तः हौ कम् किमर्थं न पञ्चमी पदं पञ्च पदाः अन्तः इति पदमपि अनुवृत्तिरूपेण स्वीकुर्मः तदेव इदानीम् अस्माकं विषयस्य चर्चा अन्तः इति पदं किमर्थम् आवश्यकम् इति एव गतवर्गे मम प्रश्नः आसीत् खलु अन्तः इति पदम् आवश्यकं वा न वा इति एव चर्चा तदर्थमेव अहम् इदानीं पृष्टवती भवतां चिन्तनं किमपि अस्ति वा इति तत्र विजयलक्ष्मी भगिनी किमपि उक्तवती खलु तद्वदतु भगिनी समासवर्गे परिभाषा एकादशसङ्ख्या परिभाषा तत्र अस्ति खलु किमस्ति यद् आगमाः तद् गुणीभूताः तद् ग्रहणेन गृह्यन्ते तस्य वृत्ति एवमस्ति यम् उद्दिश्य आगमो विहितः सः तद्गुणीभूतः शास्त्रेण तद् अवयवत्वेन बोधितः अतः तद्ग्रहणेन तद्ग्राहकेण तद्बोधकेन शब्देन गृह्यते बोध्यते इत्यर्थः अत्र गुणशब्दः इत्यस्य अवयवः इति अर्थः दत्तमस्ति खलु अतः तत्र पुनः अन्तः इति किमर्थम् इदानीं तत्र यद् यद् पठितं तस्य विवरणं करोतु तस्य विवरणं वा यम् उद्दिश्य आगमः विहितः इत्युक्ते मिदचोन्त्यात् परः इत्यत्र यस्य प्रातिपदिकस्य अथवा यस्य धातोः अन्तिम अचः अनन्तरं नुम् आगमः आयाति तस्य यम् उद्दिश्य आगमो विहितः इत्यर्थः सः तद्गुणीभूतः शास्त्रेण तद् अवयवत्वेन बोधितः इत्युक्ते अत्र धातु अथवा प्रातिपदिकस्य नुम् आगमः भवति अतः तद् नुम् आगमः यस्य यम् उद्दिश्य आयाति तस्य अवयवः भवति इति अयम् इदं परिभाषा वदति खलु इदं वा इयं वा इयम् इमां परिभाषा वदति किम् एका एव परिभाषा इयं परिभाषा अतः पुनः अन्तावयवः इति किमर्थं वक्तव्यम् इति समीचीनं तत्र यदागमाः तद्गुणीभूताः तद्ग्रहणेन गृह्यन्ते इति तु अस्ति तत्र यागमः यस्य समुदायस्य भवति तस्य अवयवः भवति इति तु समीचीनं परन्तु मिदचान्त्यात् परः इति सूत्रं कीदृशसूत्रं परिभाषासूत्रम् परिभाषासूत्रं किं करोति नियमयति यदा डौट् भवति तदा तस्य किं स्पष्टीकरोति खलु अनियमः अस्ति अनियमः अस्ति चेत् नियमं स्थापयति खलु तर्हि इदानीं परिभाषासूत्रस्य कृते पुनः परिभाषा आवश्यकी वा न आवश्यकी तत् कारणमेव एतत् पूर्वमेव अस्ति अतः एव तस्य परिभाषायां न लिखितवन्तः पूर्वमेव एवं पूर्वमेव भवेत् भवतु पूर्वमेव भवतु तथापि सूत्रम् इति यदा वदामः सूत्रं तत्र सम्पूर्णं भवेत् सूत्रं सम्पूर्णं भवेत् खलु तर्हि सूत्रे तत्र सूत्रे एव सम्पूर्णता वयं प्राप्तुं शक्नुमः चेत् तदानीं परिभाषायाः आवश्यकता नास्ति यत्र पाणिनिना साक्षात् तादृशसम्पूर्णता यत्र न दृश्यते तत्र स्पष्टीकरणार्थं परिभाषा अथवा वार्तिकम् अथवा अन्यत् किमपि अस्ति स्पष्टीकरणार्थं परन्तु सूत्रेण एव स्पष्टीकर्तुं शक्यते चेत् तदानीं साक्षात् तत्र एव वयं स्वीकुर्मः अपि च अत्र अत्र अन्यः विषयः अपि अस्ति कः इति चेत् अत्र अन्तः अत्र परिभाषा या परिभाषा भवत्या उक्ता यदागमाः तद् गुणीभूताः तद् ग्रहणेन गृह्यन्ते इति परिभाषा अस्ति खलु तत्र तु किम् उच्यते यस्य समुदायस्य आगमः भवति तस्य अवयवः भवति इत्येव उक्तमस्ति खलु तस्य समुदायस्य तस्य समुदायस्य अवयवः भवति इत्येव उक्तमस्ति परन्तु अत्र पश्यति चेत् अनुवृत्तिसहितसूत्रे अत्र किमस्ति अनुवृत्तिसहितसूत्रम् एकवारं वदतु किमस्ति एकवारं मम पुरतः नास्ति एकनिमिषम् अन्य कोऽपि पठितुं अनुवृत्तिसहितसूत्रं किम् अस्ति मित् अचः अन्त्यात् परः अन्तः मित् अचः अन्त्यात् परः अन्तः इति उक्तं तर्हि अत्र अन्तः इति वदामः चेत् अन्तः इति कस्य अन्तः तदपि वक्तव्यम् इदानीं कस्य अन्तः इति कस्य अन्तः मित् अचः अन्त्यात् परः अन्तः मित्यस्य अन्त्यात् अचः परे आयाति तस्य परः अन्तः न अवगच्छामि भगिनि इत्युक्ते तत्र वृत्तिवाक्यम् अस्ति खलु तत् पठतु तत्र अन्तः इति शब्दस्य इत्यस्मात् अन्तः इत्यस्य अनुवृत्तिः अस्मिन् सूत्रे अचः प्रथमवाक्यं पततु प्रथमवाक्यं कुत्र यः मित् अस्ति ततः वा यः मित् अस्ति सः अच् वर्णेषु अन्त्यात् परः आयाति अपि च अयं मित् यस्य वर्णसमुदायस्य तस्य अन्तिमावयवः भवति इत् यस्य सः तावदेव तत्र प्रथमवाक्यस्य कः अर्थः मित् मकारः इत्यस्य सः मित् अस्ति सः यस्य अचः वर्णस्य परः आयाति अचः यस्य वर्णसमुदायस्य अन्तिमः अचः अस्ति तस्य वर्णसमुदायस्य मित् अन्तिम अवयवः भवति इति अस्ति कस्य अन्तिम अवयवः वर्णसमुदायस्य अन्तिम अवयवः वर्णसमुदायस्य अन्तिम अवयवः इति अत्र लिखितमस्ति वस्तुतः समीचीनं नास्ति खलु वर्णसमुदायस्य सर्वदा तु अन्तिमः अवयवः न भवति न अत्र अनुवृत्तिसहितस्य सूत्रेण अन्तः इति पदस्य ग्रहणेन एतादृश अर्थः इति उक्तं खलु अन्तशब्दस्य समुदायस्य अवयवः भवति इति उक्तं तत्र खलु अन्तिम अवयवः इति अस्ति खलु, अन्तिम अवयवः एव समुदायस्य अन्तिम अवयवः इति उक्तं, तत् समीचीनं नास्ति खलु? किमर्थं? तत् अनन्तरं यदि अचः परे यदि व्यञ्जनवर्णः भवति तदेव अन्तिम अवयवः भवति खलु? यथा तत्र इत्युक्ते यथा तत्र मुच् इति धातुः अस्ति, तत्र तु अन्तिम अवयवः न भवति इति सत्यं, तत्तु अस्ति, तदर्थमेव उच्यते ये अन्तावयवः इति यदुक्तम् एतस्य अप्रवृत्तिः भवति मुच् इत्यादीनां विषये, तत्र तु स्पष्टीकर्तुं न शक्यते अन्तावयवः, तत्र तु अन्तशब्दस्य ग्रहणं नास्ति, तत्र यथा तत्र मुच् इत्यादि इदितोनुं धातोः इत्यस्य कार्यं धातोः विषये यत्र भवति तत्र तु अन्तशब्दस्य ग्रहणं नास्ति, अतः एव अस्माकं करपत्रे अपि उक्तम् अस्य अन्तशब्दस्य प्रयोजनं कुत्र इति चेत् सुबन्तप्रकरणे इति उक्तम् अत्र, पश्यति वा अस्य अर्थः कः इति स्पष्टं भवति सुबन्तप्रकरणे, इत्युक्ते तत्र कः अर्थः इति चेत् तिङन्तप्रकरणे यत्र नुमागमः भवति तत्र अन्तशब्दस्य अनुवृत्तिः मास्तु, अन्तशब्दस्य अन्वयः मास्तु तत्र, यतोहि अयोग्यः अस्ति, अयोग्या अस्ति तादृश अनुवृत्तिः, यतोहि अन्तः न भवति खलु, मुच् इति धातौ उकारः तु अन्ते नास्ति, अतः कथं नुमागमः अन्तिम अवयवः भवति, मुच् इत्यत्र चकारः एव अन्तिमवर्णः, अतः तत्र तु न भवति, अतः अन्तशब्दस्य ग्रहणं मास्तु धातूनां विषये, केवलम् एतादृशज्ञान इत्यादि शब्दानां विषये एव अन्तावयवः इति वदन्ति, यतोहि समुदायस्य अन्तावयवः इति वदन्ति, यतोहि तत्र ज्ञानन् इति नकारान्तम् अस्ति चेद् एव तत्र उपदादीर्घः भवति, नकारान्तम् अङ्गम् अन्तावयवः नकारः अन्ते अस्ति चेदेव, नकारान्तम् अङ्गम् अस्ति चेदेव उपदादीर्घः भवति, तत्र अन्तग्रहणम् आवश्यकमस्ति, यतोहि समुदायस्य अन्तिम अवयवः इति वक्तव्यं तत्र, अवगतं वा? अवगतं, परन्तु नावश्यकम् इति भाति, न नावश्यकम् इति तत्तु तु भवती परिभाषा अस्ति इति स्वीकृत्य वदति खलु, परिभाषा अस्ति इति स्वीकृत्य यम् उद्दिश्य आगमः भवति तस्य अवयवः एव भवति इति तु साधारण अस्ति भगिनी, तदस्ति तदस्ति, परन्तु अहं किं वदामि इति चेत् सूत्रं सम्पूर्णं भवति, परिभाषायाः कृते पुनः परिभाषा वदति चेत् तत्र परिभाषायाः तत्र कः लाभः, परिभाषायाः कृते पुनः परिभाषा इति वदति चेत् कः लाभः, परिभाषायाम् एव सम्पूर्णतां वयं प्राप्तुं शक्नुमः चेत् तत्रैव वयं प्राप्नुमः, किमर्थं तस्य कृते पुनः अन्या परिभाषा, भगिनि यदागमाः गुणीभूता तत्तु परिभाषा वा परिभाषासूत्रं वा? परिभाषा तत्तु अष्टाध्यायं नास्ति, सा परिभाषा अष्टाध्यायं नास्ति, तर्हि इदानीम् अष्टाध्यायां यदा सूत्राणि भवन्ति सूत्रं सम्पूर्णं भवेत् खलु, अत्र सम्पूर्णता परिभाषेन्दुशेखरे यानि यः या परिभाषा अष्टाध्याय्याम् अस्ति या नास्ति द्वयोः सङ्ग्रहणम् अस्ति खलु, सङ्ग्रहणं भवतु भगिनि यत्किमपि भवतु, परन्तु यदि वयं सूत्रं रचयामः सूत्रं सम्पूर्णं भवेत् खलु, सूत्रस्य कृते पुनः परिभाषा इति चेत् किं, तत्र सूत्रे किमपि न प्राप्तं चेत् तदानीं परिभाषायाः आवश्यकता अस्ति स्पष्टीकरणार्थं, कुत्रचित् सूत्रं सूत्राधारेण अपि परिभाषा भवति, यथा भवती वदति सूत्राधारेण अपि परिभाषा भवितुम् अर्हति, अत्र तथा भवतु, सूत्राधारेण एव परिभाषा इति चिन्तयतु, अत्र सूत्रे एव स्पष्टमस्ति परन्तु इतोपि स्पष्टीकरणार्थं परिभाषा अस्ति इति चिन्तयतु, अपि च अन्यः विषयः कः इति चेत् अत्र अन्तः इति शब्दः वस्तुतः अच्वर्णस्य अन्तावयवः भवति इति उक्तमस्ति बहुत्र वृत्तिग्रन्थेषु, अत्र महती चर्चा वर्तते, अन्तः इति पदम् अन्तिम अच्वर्णस्य अनन्तरम् आगमः भवति, मिदागमः भवति, सः आगमः अच्वर्णस्य अन्तिम अवयवः इति उक्तं, तर्हि अवयवस्य अवयवः इति उक्तम्, अवयवस्य अवयवः इति उक्तं, तर्हि अवयवस्य अवयवः पुनः समुदायस्य अवयवः भवितुम् अर्हति इति अपि चर्चा अस्ति तत्र. अत्र महती चर्चा वर्तते. अतः अन्तशब्दः, अन्तशब्दस्य ग्रहणमेव तत्र भाष्यकारः अपि अङ्गीकृतः, भाष्यकारः अपि अङ्गीकृतः. तेन उक्तं तत्र अन्तशब्दः समुदायस्य अवयवः, समुदायस्य अन्तिम अवयवः इत्येव उक्तमस्ति. अस्तु अस्तु भगिनि, अवयवः इति इति पदं व्याख्याने अस्ति, किन्तु तादृश अर्थः इदानीं सूत्रात् वा अनुवृत्तिसहितसूत्रात् वा कथं निर्मीयते? अन्तः इति एव उक्तं खलु, अत्र अवयवः इति न उक्तं कुत्रापि. अन्तः इति तथा अर्थः, अन्तः इत्युक्ते अन्तिमः, अन्तिमः इत्युक्ते किं तत्र कस्य अन्तः? तदपि न उक्तं खलु. न, तद्भवतु. इदानीम् अन्तशब्दस्य अवयवः, अवयवग्रहणं कथमिति भवत्याः प्रश्नः खलु. सत्यं. तदर्थम् इदानीं तत्र दशछात्राः सन्ति मम पुरतः. अहं वदामि तत्र एते छात्रेषु अन्तिमाः आगच्छतु इति वदामि, तदानीं कः अर्थः? दशमः. कः अर्थः तत्र? एकः समुदायः अस्ति इति अवगतं खलु. आम्. अन्तः इति वदति चेत् कश्चन समुदायः अस्ति इति अवगतं खलु. समुदायः अस्ति चेत् तस्य अवयवाः भवन्ति खलु. इफ् देर् इस् अ होल् इट् विल् हेव् सम् पार्ट्स् रैट्. आम्. तर्हि अन्तः इत्युक्ते एकः समुदायः अस्ति, तेषु अन्तिमः आगच्छतु इति वयम् अहं वदामि चेत् तर्हि एकः समुदायः अस्ति, समुदाये केचन अवयवाः सन्ति, तेषु यः अन्तिमः अवयवः अस्ति तमेव अहम् आह्वयामि इति अस्ति खलु. इति कृत्वा तत्र अन्तः इति पदेन अन्तिम अवयवः इति उक्तं, तावदेव. इतोपि पूरयतु भगिनि. स्थगितं वदतु. क्षम्यताम्. अष्टाध्यायी.com मध्ये अनुवृत्तिसहितसूत्रे अन्तः इति पदं न निर्दिष्टमस्ति. कषिकायामपि तस्य अर्थः न उक्तम् इति चिन्तयामि भगिनि. काशिकायां न उक्तं, परन्तु न्यासे तस्य चर्चा, न्यासे अथवा पदमञ्जर्यां तस्य चर्चा किञ्चित् अस्ति अन्ते. सिद्धान्तकौमुद्याम् अस्ति, तर्हि सिद्धान्तकौमुद्याम् अस्ति, भाष्यकारस्य अपि चर्चा अस्ति तस्य विषये. भाष्यकारस्य अपि चर्चा वर्तते, अतः अन्तग्रहणं तु अस्ति. इत्युक्ते परिभाषा अस्ति वा नास्ति वा इति भिन्नवार्ता, परन्तु सूत्रे वयं सम्पूर्णं स्थापयितुं शक्नुमः चेत् परिभाषासूत्रे स्थापयितुं शक्नुमः इति यावद् मया दृष्टं तदाधारेण अहं वदामि. इतोपि अस्मिन् विषये अस्ति वा नास्ति वा इति द्रष्टव्यं तत्र पण्डितान्, तत्र पण्डितान् पृच्छामः चेत् प्रायः इतोपि ज्ञानं भविष्यति. भगिनि, अन्तिमप्रश्नः, भगिनी उक्तवती खलु अचः अन्त्यात् इति वदामश्चेत् अजन्तम् इति अर्थः प्राप्यते खलु. अत्रापि कस्य अन्तिमः इति न उक्तम्, इत्युक्ते अङ्गस्य वा धातोः वा इति न उक्तं खलु, यथा अन्तः इति इत्यत्रापि तथा एव अत्रापि. न, पञ्चमीविभक्तेः कः अर्थः? परकार्यम् इति अर्थः, परकार्यम् इति अर्थः अस्ति. तर्हि इदानीम् अचः अन्त्यात् इति वदामः, पञ्चमी रूपेण स्वीकुर्मः चेत् तत्र कः अर्थः भवति? अस्तु, परे प्रत्ययः अस्ति इति, अन्य किमपि अस्ति इति अर्थः भवति. अस्तु अस्तु, अतः अङ्गं भवति इति अर्थः. अस्तु अस्तु, अङ्गं भवति इति नास्ति, अङ्गं धातुः यत्किमपि भवितुमर्हति, अङ्गं धातुः. अस्तु इति स्वीकर्तव्यम्. अस्तु अस्तु, धन्यवादः भगिनी, समीचीनं भगिनी. भगिनी वदामि वा, वक्तुं शक्नोमि वा? वदतु। तत्र अन्त इति शब्दः आद्यन्तौ टकितौ इति सूत्रेण तत्र अनुवृत्तिः भवति इति बालमनोरमायाम् उक्तमस्ति। तदेव अत्रापि अस्ति खलु, आद्यन्तौ टकितौ इत्यस्मात् अन्तः इत्यस्य अनुवृत्तिः इति पुनः भवितुम् अर्हति। हा वदतु। तत्र अन्तः इति यदा तत्र अन्त अवयवः इति उक्तं तत्र तस्यापि अनुवृत्तिः भवति इति, अतः तत्र अवयवः यद्यपि न उक्तं तत्र अन्तशब्दः यदा तत्र अनुवृत्तिः भवति सूत्रात्, पूर्वस्मिन् सूत्रात् तस्यापि ग्रहणं भवति, अतः अन्त अवयवः इति शब्दः तत्र भवति इति चिन्तयामि। यतोहि तत्र इदानीम् उक्तं खलु अन्तशब्दः अवयवार्थे अस्ति अत्र इति, अवयवार्थे अस्ति तत्र पूर्वस्मिन् सूत्रात् तत् अनुमतिः अस्ति। अपि च तत्र एकदेशस्य कथम् अन्त यद्यपि सूत्रे आद्यन्तौ टकितौ आदि अन्तौ इति उक्तं, तत्र एकदेशस्य पृथक्करणं शक्यते वा इत्युक्ते तत्र परिभाषा अस्ति, क्वचित् एकदेश अपि अनुवर्तते इति तस्मात् कारणात् तत्र एकस्य पदस्यापि अनुवृत्तिः भवति, अतः तत्र अन्तशब्दः अन्तिम अवयवः भवितुम् अर्हति इति समर्थनं सम्यक् वा? हा सत्यम् इति बालमनोरमायाम् उक्तं, तदेव तस्मिन् विषये मया उक्तम्। अत्र आद्यन्तौ इति पदं वस्तुतः कीदृशपदमस्ति? आद्यन्तौ इति आदि अन्तौ द्वन्द्वसमासः तत् द्विवचने अस्ति, आदि अन्तौ द्विवचने अस्ति तत्र। आद्यन्तौ टकितौ इति तु टिक् अपि च कित् द्वयोः इति न, आद्यन्तौ इति एकं पदं वा कति पदानि सन्ति तत्र? द्विपदमस्ति न तत्र, आद्यन्तौ आद्यन्तौ इति भवति एकपदं खलु? एकपदमेव परन्तु तत्र आदि अन्तौ न, एकपदमेव इति वदति चेत् पुनः आदि अन्तौ इति वदति चेत् तत्र किम् अस्ति? एकं पदमस्ति वा पदद्वयम् अस्ति वा? एकपदमेव भवति इति चिन्तयं तत्र, तस्मात् एव एकस्य एकदेशस्य अनुवृत्तिः भवति इति, हा इति अस्ति। अत्र आद्यन्तौ इति समस्तपदमस्ति, आद्यन्तौ इति समस्तपदमस्ति, यत्र समस्तपदात् अनुवृत्तिः भवति तर्हि सम्पूर्णतया एव अनुवृत्तिः स्यात् खलु? कथम् आद्यन्तौ इत्यस्मात् केवलम् अन्तपदस्य अनुवृत्तिः इति वदति इति चेत् अत्र सर्वत्र सम्पूर्णतया एव भवेत् इति नास्ति, क्वचित् एकदेशस्यापि अनुवृत्तिः भवितुम् अर्हति इति उक्तम्। अतः आद्यन्तौ इत्यस्मात् केवलम् अन्तपदस्य ग्रहणम्, आदिपदस्य ग्रहणं किमर्थं नास्ति? आदिपदस्य किमर्थं ग्रहणं नास्ति, तस्य आवश्यकता नास्ति तत्र, सत्यम् इष्टं न सिद्ध्यति आदिपदस्य, आदिपदस्य अपि अनुवृत्तिः भवति चेत् इष्टं न सिद्ध्यति इति कृत्वा केवलम् अन्तपदस्य एव अनुवृत्तिः स्वीकृता अस्ति। इति अस्ति अत्र। तत्र आद्यन्तौ टकितौ इत्यस्मिन् अपि अस्ति कस्य कस्य इति आकाङ्क्षा इति भवति चेत् तत्र यस्य विहितः तयोः इति अर्थः लभ्यते, इत्युक्ते तत्र कस्य कस्य अवयवः भवति इत्युक्ते कस्य ततः तत्र अवयव पदस्य अन्त अवयवः भवति इति अपि वक्तुं शक्यते किल? तत्र पुनः वदतु, न अवगतं किम्? आद्यन्तौ टकितौ इत्यस्मिन् तत्र बालमनोरमा एतत् उक्तं कस्य इति आकाङ्क्षायां यस्य तौ विहितौ तयोः इति अर्थ अलभ्यते इति उक्तं। सत्यम् इति एव इदानीं मया उक्तं खलु, अन्तिमः आगच्छतु इति वदामः चेत् कस्मात् अथवा कस्य इति प्रश्नः भवति खलु, अन्तः इत्युक्ते कस्य अन्तः इति प्रश्नः भवति, तदर्थं वयं वदामः एकसमुदायः अस्ति तस्य अन्तिम अवयवः सः इदानीम् आगच्छतु इति अर्थः लभ्यते इति कृत्वा अवयवपदं तत्र स्वीकृतमस्ति। आं समीचीनं भगिनि, भवत्याः प्रश्नस्य प्रश्नात् अनन्तरम् अस्माकं चिन्तनमपि समीचीनम्। अपि च पश्यतु विजयलक्ष्मी भगिनी, तत्र परिभाषा या भवत्या उक्ता यद् ग्रहणे यदागमाः गुणीभूताः तद् ग्रहणेन गृह्यन्ते इति परिभाषा, सा परिभाषा नित्या नास्ति इत्यपि. नित्या नास्ति इत्युक्ते? नित्या नास्ति इत्युक्ते सर्वत्र प्रवर्तते इति नास्ति. तस्य अपवादाः अपि सन्ति, सर्वत्र न प्रवर्तते. अतः तत्र तादृश परिभाषा अनित्या अस्ति इति स्पष्टीकर्तुमपि अत्र सूत्रे अन्तपदस्य आवश्यकता अस्ति इति भाति. अस्तु, यत्किमपि भवतु इति एतावता मया प्राप्तम्. अन्यत् किमपि वक्तव्यं चेत् वदन्तु. तर्हि सारांशः कः इति चेत्, अचः अन्त्यात् इत्यत्र तु निर्धारणार्थे षष्ठी अस्ति, पञ्चमी न भवितुमर्हति. पञ्चमी भवति चेत् दोषः भवति इति मया प्रतिपादितम्. अनन्तरं तत्र अन्तः इति शब्दः सर्वत्र न सङ्गच्छते. धातोः विषये अन्तशब्दः न सङ्गच्छते, तर्हि तत्र न स्वीकार्यः. तमुच्छिदातौ अन्तावयवः न भवितुमर्हति मितागमः, यतोहि मितागमः तु अत्र मुच् इति उकारस्य अनन्तरम् आयाति. अतः अन्तिमावयवः न भवितुमर्हति. अतः अन्तशब्दस्य अन्वयः न भवति तादृशस्थलेषु. कुत्र अन्वयः इति चेत् ज्ञान इत्यादिषु स्थलेषु यत्र नुमागमः भवति, ज्ञानन् इति भवति, तत्र अन्तिमावयवः भवति, समुदायस्य अन्तिमावयवः भवति इति कृत्वा इदानीं प्रातिपदिकं नकारान्तं भवति इति कृत्वा उपादायाः दीर्घत्वं भवति इति सर्वं ज्ञातम्. तर्हि इदानीम् अग्रे गच्छामः. अत्र इतोपि एकः प्रश्नः इति अस्ति, ततः पठामः. प्रश्नः अत्र उक्तं ज्ञानयोगः इ, ततः आरभ्य अत्र शोभाभगिनी पठतु. प्रश्नः अत्र उक्तं ज्ञानयोगः इ इति श्रीप्रत्ययात् आगतः. सुबन्तविषये प्रत्ययाः भवन्ति सु औ जस् इत्यादयः. तर्हि प्रथमपुरुषस्य बहुवचने जस् इति प्रत्ययः भवेत्, कथं वा षि इति जातम्? मूलप्रत्ययाः सु औ जस् इति तु सत्यं, किन्तु अनन्तरं प्रत्ययादेशाः भवन्ति. मूलप्रत्ययानां स्थाने आदेशाः भवन्ति. सुबन्तविषये लिङ्गम् अनुसृत्य कुत्रचित् प्रातिपदिकस्य अन्तिमवर्णम् अनुसृत्य च आदेशाः भिद्यन्ते. नपुंसकलिङ्गे जस् शशोः शिः इत्यनेन नपुंसकात् अङ्गात् जस् स्थाने शि आदेशः भवति. अनेन नपुंसकलिङ्गे प्रथमपुरुषस्य बहुवचने इकारः आयाति. वनानि, वारीणि, मधूनि, जगन्ति, कर्माणि, धनूंषि, मनांसि इति रूपाणि भवन्ति. तत्र प्रश्नः अस्ति, तत्र अत्र उक्तं ज्ञानयोगः इ इति षि प्रत्ययात् तत्र इ इति आगच्छति, तेन तत्र ज्ञानयोगः इ इति स्वीकृत्य अग्रे कार्यं भवति इति. सुबन्तविषये तत्र प्रथमा विभक्तौ सु औ जस् इति प्रत्ययाः सन्ति इति जानीमः. तर्हि तत्र अन्ते बहुवचने जस् इति एव प्रत्ययः प्रथमपुरुषे बहुवचने. तर्हि तत्र षि इति कथं कुतः आगतम् इति प्रश्नः. तत्र मूलप्रत्ययः सु औ जस् इति चेदपि तत्र तेषु आदेशाः भवितुम् अर्हन्ति. तर्हि तत्र जस् इत्यस्य आदेशः भवति जस् शशोः शिः इति सूत्रेण. जस् अपि शस् प्रत्ययोः शिः इति आदेशः भवति, शि इति आदेशः. अतः तत्र जस् इत्यस्य शि इति आदेशः भूत्वा शि इत्यस्य लशको तद्धिते इति सूत्रेण शकारस्य लोपं कृत्वा इति रूपं प्राप्नुमः. अतः तत्र ज्ञानयोगः इति भवति. तदनन्तरं यथा तत्र पूर्वस्मिन् परिच्छेदे उक्तं तत्र नुम् आगमः भवति ज्ञान इति शब्दस्य, यथा अधुना चर्चितं तत्र सुबन्तप्रकरणे तत्र मित्तचः अन्त्यात् परः अन्तः इत्यस्य प्रसक्तिः स्पष्टः भवति इति, तर्हि तत्र ज्ञान इत्यस्य अन्तिम अचः अवयवः भूत्वा नुम् इत्यस्य मित् भूत्वा नकारः एव ज्ञानयोगः नकारः ज्ञानन् इति भवति. ज्ञानन् तदनन्तरम् इति अधुना प्राप्तः नूतनरूपं जस् इत्यस्य ज्ञाननी इति भवति. तत्र बहुवचने झल्येत् इति वा भगिनी, ज्ञान इत्यस्य दीर्घ आकारः भवति ज्ञाना इति, ज्ञानानि इति भवति नामस्थाने च सम्बुद्धौ. ओ अस्तु अस्तु, तेन सूत्रेण ज्ञानन् इति अङ्गस्य दीर्घ आकारादेशः भूत्वा क्षम्यतां ज्ञानानि इति भवनीयं तत्र, ज्ञानानि तदेव ज्ञाना इत्यस्य अङ्गस्य दीर्घ आकारादेशः भूत्वा ज्ञानानि इति भवति. तथा एव तत्र वनानि वारीणि मधूनि, वनानि नपुंसकलिङ्गे सर्वत्र दीर्घ आकारादेशः भवति बहुवचने इति दत्तम्. सर्वत्र दीर्घ आकारः इति नास्ति, दीर्घत्वं भवति सर्वत्र, दीर्घत्वं भवति. क्षम्यतां, समीचीनम् इति तत्र मिदचोन्त्यात् परः इति विषयः. इतः अग्रे तत्र उदाहरणमस्ति मुच्दातोः शे मुचादीनाम् इत्यस्य उदाहरणम् अत्र किम् अरुणभग्नि पठति वा? आं भगिनि, नुम् आगमः मित् अस्ति भगिनि. उदाहरणानि भगिनि न यद् भवती पठितं तदेव, नुमागमः मित् अस्ति मकारः नुमागमः मित् अस्ति मकारः इत्यस्य सः अतः नुम् अचः अन्त्यात् परम् आयाति. तदेव वयं दत्तवन्तः नुम् मिदित् यत्र आगच्छति चेत् अचः अन्त्यात् परम् आयाति. तदेव अग्रे उदाहरणम् उदाहरणं मुच्छल्रु मूलधातुः अस्ति, मुच् इति लौकिकधातु, उपदेशजनासिका इति सूत्रेण ऋकार अपगच्छति, मुच् योग मन्व शे मुचादीनाम् इति सूत्रेण नुमागमः आगच्छति, मकार इति वर्णः अस्ति, अकार अपि उच्चारणार्थं से मुचादीनां सूत्रेण अन्तिम उकार उ अस्ति, तदनन्तरमेव आगच्छति मिञ्च् इति भवति, मुञ्च् योगः मन्मुञ्च् इति नाश्च पदान्तश्च जलि इति सूत्रेण अत्र नकार चकार अस्ति, नकारस्थाने अनुस्वारः भवति, मुञ्च् मुञ्च् योगः मुञ्च अनुस्वरस्य ये परिसवर्णाय सूत्रेण चकार अन्तिमवर्णनासिकवर्ण आगच्छति, नकारस्थ अनुस्वारस्थाने मुञ्च इति भवति, मुञ्च योगश्च मुञ्च इति अङ्गं, मुञ्च इति मुञ्चति इति प्रथमं पुरुष. सम्यक् सम्यक्, धन्यवादः. एतत्तु ज्ञातमेव, तर्हि इदानीम् अग्रे गच्छामः. सूर्यकुमारी भगिनी अग्रे भगिनि. ध्येयं यत् सा विकरणप्रत्ययः यत्र न विहितः तत्र नुमागमो न भवति, मुच्छयोगः क्ता प्रत्ययः सित् नास्ति, मुक्तः अन्तिमरूपं चोः कुः इत्यनेन चकारस्थाने ककारादेशः भवति, मुक् योगः ता मुक्तः भवति. शिच धातु अस्ति शिचलु शिच अस्ति आदिमवर्णः शकारः अस्ति चेत् दन्त्यसकारः आयाति सिच् भवति सिच् योगः सकार सा विकरणप्रत्ययः सिच् योगः आ से मुचादीनाम् इति सूत्रे अन्तिमवर्ण अन्तिम अच् वर्णस्य परः नुमागम भवति सिन् सिन सिञ्च् भवति नच्च पदान्तस्य जलिसूत्रेण नकारस्थाने अनुस्वार आयाति सिञ्च् भवति नच् एयि पवर् अनुस्वारस्य एयि परसवर्णः सूत्रेण चकारस्य सवर्ण चकारस्य सदृश अनुनासिकवर्णः ण्यकारः सिञ्च भवति सिञ्चयोगः सिञ्च इति अङ्गं लस्य विवक्षया सिञ्चयोगति सिञ्चति भवति. बहु समीचीनं भगिनि, धन्यवादः. इदानीं तत्र अग्रे विनय महोदय. आं भगिनि, धातु अस्ति विदिन् रि, अतः रि इत्संज्ञा अस्ति. तदनन्तरं विद् अवशेषः विकरणप्रत्ययः श अस्ति. इदानीं नुम् आधारेण नुम् अर्थात् न हलन्त युग उकार युग म हलन्त न हलन्त केव अविशेषः मिद् च अन्त्यात् परः मिद् च अन्त्यात् परः सूत्राधारेण नकार हलन्त कुत्र अस्ति अर्थात् अत्र व हलन्त योगा एकार अतः हरस्व एकार अस्ति तर्हि तस्य पश्चात् पञ्चविभक्तेः आधारेण नकार अस्ति तर्हि विन्दभक्ति विन्द तदनन्तरम् अपदान्त सूत्र अपदान्तसूत्र अहं केवलं न स्मरामि स्मरामि परन्तु अपदान्तसूत्र नकार अग्रे अस्ति खलु सूत्रं पठतु नश्चापदान्तस्य जलि इति सूत्रं पठतु अग्रे. क्षणं हा नश्च नः च अपदान्तस्य झलि झलि झल् झल् परस्त्रमस्ति पठतु अपदान्तस्य नकारस्य मकारस्य च स्थाने अनिस्वार आदेश भवति झलि परे झल् प्रत्याहार वर्गस्य प्रथम द्वितीय तृतीय चतुर्थ वर्णः अपि च श सः इति वर्णः अन्तर्भूतः पदस्य अन्तः पदान्तः न पदान्तः अपदान्तः तस्य अपदान्तस्य नः षष्ठ्यन्तं च अव्ययपदम् अपदान्तस्य षष्ठ्यन्तं झलि सप्त्यन्तम् अनेकपदं सूत्रं मोन्स्वारः इत्यस्मात् मह इत्यस्य अनुवृत्तिः तयोः तयोः वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अपदान्तस्य मह नः च अनुस्वारः झलि संहितायाम् अत्र सन्धि सूत्रमस्ति अपदान्त यत्र अपदस्य अन्ते अस्ति तदनन्तरं यदा हल् व्यञ्जन मकार वा नकार अस्ति तदनन्तरम् अनुस्वार भवति. यदा झल् झल् वर्ण चतुर्विंशतिवर्ण अस्ति झल् अन्तर्भूतः, यदि झल् वर्ण अस्ति तर्हि अनुस्वार भवति. परन्तु अनुस्वार भवति तदनन्तरम् अर्थात् विन्दस्थान विन्द भवति. विन्द अर्थात् विन्ध अन्धकारस्थाने अनुस्वार अस्ति. तदनन्तरम् एक अन्य सूत्र आयाति. सूत्र अस्ति अनुस्वारस्य यै परसवर्णः, स्मरामि अनुस्वारस्य यै परसवर्णः. अतः परसवर्णः कः? परसवर्ण निमित्त अस्ति, निमित्त अस्ति, निमित्त अस्ति तवर्गीय तवर्गीय तवर्गीयवर्ण निमित्त अस्ति, तर्हि एव नकार आयाति. कोऽपि अन्य कारणं नास्ति, तर्हि एव विन्दति भवति. अतः विन्दति विन्दति पदमस्ति. सम्यक्, धातुपदं. वाक्यं रचनीयम् आसीत् खलु भगिनि? हा, वाक्यम् इद एतत् परिसमाप्य पश्यामः. इदानीं कोऽपि वाक्यं वदामि भवती न, अनन्तरम् अग्रे एतत् समाप्य कोऽपि चिन्ता अस्तु. इदानीं तत्र अनुस्वारस्य मम एकः प्रश्नः, अहं न जानामि अच् अन्त्यात् पः. मम अहं यदि पठितवन्तः कुत्र अहं न स्मरामि, परन्तु अन्त्यात् अथ अन्तिम अन्तिम अन्त यथा मोस्ट् अन्तिम स्वर मोस्ट् अन्तिम स्वर परः सः नकार भवति. यदि एकस्वर अस्ति, यदि वद् धातुः अस्ति तर्हि केवलम् एकस्वर अस्ति, व हलन्ति योग अ तर्हि न अस्ति, अपि च मुच् इत्यादि. परन्तु यदि स्वर अनेक अस्ति, अहम् उदाहरणं न वदामि, परन्तु यदि स्वर अनेक अस्ति तर्हि कुत्र नकार अस्ति? अत्र केवलम् एकस्वर अस्ति, एकार अस्ति, उकार अस्ति. एकः एव स्वरः अस्ति चेत् एकः एव स्वरः अस्ति चेत् तदानीं सः एव आदिमः, सः एव अन्तिमः इति उक्तं खलु. तत्र एकस्य एकस्य पितुः एकः एव पुत्रः अस्ति चेत् सः एव ज्येष्ठः, सः एव कनिष्ठः इति. यथा तथैव अत्रापि एकः एव स्वरः अस्ति चेत् सः एव अन्तिमः इति कृत्वा तस्य अनन्तरम् आयाति. अवगतं? प्रथमतः अहम् अच् वर्णेषु सम्बन्धे प्रश्नः आसीत्, परन्तु तदनन्तरम् अहम् अवगच्छामि. वर्णेषु अर्थात् सर्वे वर्णामि एकार अच् अन्तर्भूतः वर्णः, सर्वे अच् वर्णः, ये वर्णाः सन्ति समुदायस्य ते सर्वे वर्णाः, तेषु यः अन्तिमः अस्ति तस्य अस्तु. इदानीं तत्र अनुस्वारस्य ये परसवर्णः इति सूत्रं तत्र पमेला भगिनी पठतु. आं भगिनि, अनुस्वारस्य ये परसवर्णः, अनुस्वारस्य स्थाने अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे. परस्य सवर्णः परसवर्णः षष्ठी तत्पुरुषः. अनुस्वारस्य षष्ट्यान्तं ययि सप्तम्यान्तं परसवर्णः प्रथमान्तं त्रिपदमिदं सूत्रं यै प्रत्याहारे श श स ह एतान् वर्जयित्वा सर्वे हल् वर्णाः अन्तर्भूताः तयोर्यवावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनुस्वारस्य ययि परसवर्णसंहितायाम् अस्तु वयम् एतत् सूत्रं पूर्वम् अपि दृष्टवन्तः अत्र अनुस्वारस्य स्थाने परसवर्ण आदेशे भवति ययि परे इति सूत्रस्य अर्थः अस्ति परसवर्ण इत्युक्ते किं तुल्यस्य प्रयत्नं सावर्ण्यम् इत्यनेन सवर्णस्य संज्ञा सवर्णः इति निर्णयं कुर्मः तर्हि अनुस्वारस्य स्थाने तस्य सवर्ण आदेशः भवति कदा इत्युक्ते यै प्रत्याहारे परे यै प्रत्याहारे तु सर्वे प्रत्याहार ऊष्माण अपि ह एतान् वर्जयित्वा तत्र वर्तवर्ण आदेशः भवति समीचीनं सूत्रद्वयमपि अस्माकं परिचितमस्ति इतोपि अन्यानि तत्र उदाहरणानि सन्ति तत्र मीना भगिनी अग्रे खिद् धन्यवादः खिद् इति धातु तत्र खिद् योगः श इति विकरणप्रत्ययः तत्र लशकृतत्वे दीशकारलोप आकारः एव अवतिष्ठते खिद् तदनन्तरं शेमुचादीनाम् इति सूत्रेण शकारः अस्ति शे शकारः तस्मात् शे परे मुचादीनां तत्र शेमुचादीनां सूत्रं किं भगिनि शेमुचादिनमागं न भवति तत्र तदन्त तस्मात् किं किं भवति तदनन्तरम् आ इति भवति विकरणप्रत्ययः शकारः किन्द् योगः किन्द तदनन्तरम् अनुस्वारस्य यै नश्च पदान्तस्य जलि इति सूत्रेण जल्परे जलिपरे अपदान्तस्य नकारस्य मकारस्य वा अनुस्वारः भवति सो किन्द् भवति तत्र नकारस्य स्थाने अनुस्वारः भवति किन्द् अ किन् किन्द किन्द भवति तदनन्तरम् अनुस्वारस्य यै परसवर्णः तस्य अन्तिमवर्णः पुनरपि नकारः आगच्छति किन् किन्द भवति किन्द इति अङ्गं किन्द किन्दति इति रूपम् अन्तिमरूपं बहु समीचीनं अरविन्द महोदय पिश् इति धातोः तत्र शकार शित् अस्ति इति कृत्वा शेमुदा मुजातीनाम् इति नमागमः भवति तत्र पिञ्च् योगः आ इति स्थिते नश्च पदान्तस्य चलि इति सूत्रेण अनुस्वारस्य जल् परे अनुस्वारः भवति पिञ्च् किन्तु शकार ययि परे अस्ति ऊष्मणः अस्ति इति कृत्वा अनुस्वारस्य ययि परे सवर्णः न आयाति इति कृत्वा पिञ्च् योगः आ पिञ्च पिञ्चयोगाति पिञ्चति इति अन्तिमरूपं भवति समीचीनं सम्यक् उमा भगिनी अग्रे इकारः उपदेशादिना अस्ति सूत्रस्य न श्रूयते भगिनि कुत्र अस्ति भवती अहमेव अन्ये श्रोतुं शक्नुवन्ति वा हलो मन्दं श्रूयते वदतु मन्दमस्ति वदतु अपि श्रूयते वा न वदतु तत्र हेड् स्पीकर् हेड्सेट् अस्ति वा भगिनि हेड्सेट् धारयतु कृपया अस्तु तर्हि इदानीम् अग्रे शुभदा भगिनी पठतु अनन्तरम् उमा भगिनि आं भगिनि नमस्कारः नमस्कारः कृति इति धातुः तस्मात् ईकारः अनुनासिकः वर्णः अस्ति इति कृत्वा तस्य लोपः कृत्वा कृत् इति अनुबन्धलोपे धातोः धातुः वयं प्राप्नुमः कृत् योगः श इति अस्ति द्विधादिगणीयविकरणप्रत्ययः कृति इति मुचादि गणस्य धातुः अस्ति इति कृत्वा तत्र शे मुचादिदाम् इत्यनेन नकारस्य तत्र नुमागमः भवति मिदचोन्त्यात् परः इत्यनेन अन्तिम अचः परं नकारः आगच्छति नुम् इत्यस्मात् मकारस्य इत्संज्ञा भूत्वा अपि च उकारस्य इत्संज्ञा भूत्वा नकारः एव तेषां तयोः लोपः भूत्वा नकारः एव तिष्ठति कृ न त इति भवति योगः अ कृ न त इत्यस्य नश्चापदान्तस्य झलि इत्यनेन अनुस्वारः भवति नकारस्य अनुस्वारः भवति यतोहि अपदान्त नकारः अपदान्तः अस्ति अपि च तस्मात् परं त इति झल् वर्णः अस्ति इति कृत्वा नश्चापदान्तस्य झलि इत्यनेन कृन्त इति भवति कृन्त योगः अ अधुना अनुस्वारस्य यै परसवर्णः इति सूत्रेण अनुस्वारस्य स्थाने परसवर्णादेशः भवति परे तकारः इति यै प्रत्याहारस्थवर्णः अस्ति इति कृत्वा तत्र तकारस्य अनुनासिकपरसवर्णः भवति नकारः एव आगच्छति पुनः अतः कृन्त इति भवति कृन्त योगः अ कृन्त इति अङ्गं भवति कृन्त योगः तिङन्तप्रत्ययः ति इति प्रकृतिप्रत्ययमेलनेन कृन्तति इति अन्तिमं रूपं सिद्ध्यति सम्यक् अस्तु उमा भगिनि अग्रे श्रूयते वा इदानीं श्रूयते लिप् उपदेश अधुनास्ति सूत्रस्य अकारः इत्संज्ञा भवति लोपः भवति देन् लिप् योगः ष नुमागमः शेमुषादीनां सूत्रेण लिम्प् नकारः नुमागमः आगच्छति लिम्प् योगः आ देन् अनुस्वारस्य सारि नकारः अनुस्वारं भवति अनर्षपदान्ति जनि सूत्रस्य देन् लिम्प् आगच्छति लिम्प् लिम्प् योगः आ लिङ्क् आ देन् अत्र दशपदान्तस्य जलिसूत्रस्य मकारः अनुस्वारः मकारः भवति सो लिङ्क् योगः अ केन सूत्रेण मकारः भवति अनुस्वारस्य एपौरसवर्णः सूत्रस्य सो लिम्प् आगच्छति देन् लिम्प् योगः अ लिम्प लिम्प योगः अपि लिम्प् अपि आगच्छति समीचीनं लक्ष्मीभगिनी अग्रे आं भगिनि धातुः तत्र मुद्रणदोषम् अस्ति मुद्रणदोषः अस्ति आमां सत्यं परिष्करणीयम् भगिनी मम नाम उक्तवती किं लक्ष्मी लक्ष्मी भगिनी भगिनी इदानीं धातुः अन्तिमः अवयवेषु अन्तिमः लुपुल् इति धातुः लुप् योगश इति भवति अत्र शेमुचादीनाम् इत्यनेन नुमागमः भवति अन्तिम अचः परः नुमागमः तेन नकारः उकारात् परं तिष्ठति लुन्प् इति भवति नकारस्य नश्च पदान्तस्य जलि इत्यनेन अनुस्वार आदेशः भवति लुम्प् इति रूपं भवति लुम्प् योग आ इति भवति ततः परं पुनः अनुस्वारस्य परसवर्णः आदेशः भवति अनुस्वारस्य यि परसवर्णः इत्यनेन अतः पुनः सवर्गेषु अन्तिमवर्णः मकारः आदेशः भूत्वा लुम्प् इति रूपं लुम्प् योग आ लुम्प इति अङ्गं लुम्पायुगति लुम्पति इति अन्तिमरूपं प्राप्यते इति प्रक्रिया तत्र सर्वत्र समाना अस्ति धन्यवादः भगिनि धन्यवादः तर्हि सूत्रमस्ति शेम् उचादीनाम् इत्यनेन नुमागमः भवति मिदचोन्त्यात् परः इति सूत्रस्य सहायेन तत्पश्चात् सन्धिकार्यमेव नश्चापदान्तस्य झलि अनुस्वरस्य ये परसवर्णः इति सूत्रद्वयम् अस्माकं परिचितं तस्यैव कार्यं सर्वत्र अस्ति इति अस्माभिः दृष्टम् इदानीम् एतेषां धातूनां तत्र रूपं स्वीकृत्य लट् लोट् लङ् विधिलिङ् एतेषु किञ्चित् रूपं स्वीकृत्य वाक्यं रचयन्तु इति मया उक्तम् आसीत् तत्र विजयलक्ष्मी भगिनी वदति वा भगिनि लट् लोट् लिङ् नासीत् भगिनी कर्तृकर्मणि कर्तरिकर्मणि निच् तदपि निजन्तं तु न कर्तरि कर्तरी इति वदामः चेत् तत्र कर्तरी कर्तरी इत्युक्ते किं तत्र लट् लोट् लिङ् विधिर्लिङ् एव लट् लोट् लङ् विधिर्लिङ् एव खलु ओ मया तु केवलं लट् इत्येव लट् इति एव अस्तु वदतु अत्र वृक्षस्य शाखा कृन्तति कुठारिकः वृक्षस्य शाखा न न इदानीं कथं वक्तव्यम् इति चेत् धातुः कः धातोः अर्थः कः एवं वा अस्तु अस्तु अत्र धातु अस्ति कृति इति औपदेशिकरूपं तस्य कृत् इति अनुबन्धस्य लोपानन्तरं कृत् इति अवशिष्यते छेदने कर्तयति इति अर्थे अस्य धातोः प्रयोगः दृश्यते अत्र शेमुचादीनाम् इति कृत्वा कृत् धातोः कृन्त् इति भवति कृन्तति इति एकवचन प्रथम किं प्रथमपुरुष एकवचनरूपं कृन्तति इति अत्र कर्तने इति अर्थः कुठारिकः वृक्षस्य शाखा कृन्तति इति वाक्यम् अथवा वदतु वाक्यं पुनः वदतु वाक्यं कुठारिकः वृक्षस्य शाखा कृन्तति परिशीलयतु वाक्यं सम्यक् अस्ति वा कोऽपि वदतु शाखां कृन्तति उत्तमं समीचीनं पक्ता वृन्ताकं कृन्तति इदानीं कीदृशवाक्यं कर्तरि एव वा हा कर्तरि एव इदानीं कर्मणि वदामि मूषकेन पेपर् कागदानि इति एव भगिनि कागदानि मूषकेन कागदानि कृत्यन्ते मूषकेन कागदानि कृत्यन्ते अनन्तरं प्रतिदिनं माता पित्रा शाकान् कर्तयति प्रतिदिनं माता पित्रा मीनिङ्ग् मै मदर् मेक्स् मै फादर् कट् वेजिटेबल्स् माता पित्रा शाकान् कर्तयति. हा अस्तु, समीचीनं, बहु समीचीनं, सम्यक् समीचीनम्. अन्य कोऽपि? धन्यवादः. अहं भगिनी, अत्र मम एकः संशयः अस्ति. अत्र अनुस्वारस्य ययि परसवर्णः ययि आवश्यकं वा? हा, इति भवत्या पूर्वमपि पृष्टमासीत्, मास्तु इति चर्चा जातं खलु. ओ एवं वा. हा अस्तु, इदानीं पुनः अहं दृष्टवती सर्वत्र केवलं वर्गीयव्यञ्जनानामेव भवति कार्यं, तर्हि ययि किमर्थम् इति अस्तु इति प्रश्नः आसीत्. सत्यं, समीचीनम्. अहं वदामि वा महोदय? लिप् उपदेः लेपने इत्यस्मिन् अर्थे अस्ति. कः धातुः? लिप् उपदेहे लेपने लिप् धातुः अस्ति खलु, तत्र अम्बा पुत्रीम् उद्दिश्य, हे पुत्री, शिशोः स्थानात् पूर्वं शिशुं तैलेन लिम्पतु इति उक्तवती. तैलेन लिम्पतु. चित्रकारेण चित्रं कूर्चेन लिप्यते कर्मणि. पुनः वदतु. चित्रकारेण चित्रं कूर्चेन लिप्यते. कूर्चेन इति वा? कूर्चेन अस्तु, लिप्यते. निजन्तं गृहस्वामी लिम्पकारेण गृहस्य भित्तिं लेपयति. पुनः वदतु. गृहस्वामी लिम्पकारेण लिम्पकारेण गृहस्य भित्तिं लेपयति. सम्यक्, बहु समीचीनं, सम्यक्. अन्य कोऽपि? अहम् उदा बिदल्रि वित् सम्बन्धे बिदल्रि लाभे लट्लकार विवेकं विना तु कार्यं न विन्दति लट्लकार. तदनन्तरं विन्दति इत्यस्य अर्थः कः? विन्दधातोः कः अर्थः? विन्दधातोः न विन्दधाति लाभ लाभ लाभ प्राप्तुं तदनन्तरं विद्यते सम्बन्धे विद्यते सद्भाषणं सुभाषयाम विद्यते सद्भाषणं सुभाषयाम विद्यते. विन्दति इति तत्र परस्मैपदी वा आत्मनेपदीरूपं वा? एकमेव रूपमस्ति खलु विन्द विद्युधातोः? रूपद्वयमस्ति वा? न प्रह प्रह यदि स्मरामि चेत् रूपद्वयम् अस्ति. रूपद्वयं विन्दते इति अपि अस्ति. अस्तु अस्तु, समीचीनं. तदनन्तरं कर्मणि कर्मणि अहं सम्यक् वदामि वन कृपया वदतु. अत्र कर्मणि सम्बन्धे मया योगाभ्यासेन आरोग्यः विद्यते. अत्र नकारः नास्ति. आरोग्यः वा आरोग्यं वा? आरोग्यम् इट्स् कर्मणि आरोग्यः. आरोग्यः इति नपुंसकलिङ्गपदं वा? आरोग्यम् आरोग्यं विद्यते अत्र विद्यते. त्रिणात्मकः न लिखितवान् न कृतवान् वा? नास्ति चिन्ता, समीचीनमस्ति, बहु समीचीनं. शोभा भगिनी, आं भगिनी, तत्र पिश् लिप् विन्द् इति धातुं स्वीकृत्य कृतवती. पिश् इति मूलधातुः, पिशा इति अस्ति, पिश् इति लौकिकधातुः. अवयवे इत्युक्ते तत्र ग्रैण्ड् इति एकम् अर्थम् अपि अस्ति. अकर्मकसेट् धातुः. मन्दिरे अर्चकः श्रीगन्धः पिंशत इति अर्थित्वा तत्र वर्तमानैः भक्तैः पेषयति अथवा पेषयते. उभयपदिधातुः. तदेकं सर्वैः श्रीगन्धः पिष्यते इति कर्मणि प्रयोगः. तत्र लट् श्रीगन्धः पिंशत इति तत्र मध्यमपुरुषे बहुवचने लोटि, हा लोटि लोट्लकारे इति अर्थित्वा तत्र वर्तमानैः भक्तैः पेषयति इति निजन्तप्रयोगे. अनन्तरं पिष्यते इति कर्मणि प्रयोगे. अपि च निजन्तप्रयोगः पुनः निजन्तप्रयोगं वदतु पुनः. भक्तैः पेषयति, भक्तैः पेषयति, तत्र कर्ता कः? तत्र प्रयोजककर्ता अर्चकः एव. प्रयोजककर्ता भक्ताः भवन्ति. अर्चकः भक्तैः प्रेषयति वा? हा अस्तु. हा न परन्तु हा हा परन्तु इदानीं चिन्तयतु, तत्र धातुः मूलधातुः कः धातुः? अकर्मकः इति उक्तं खलु. अकर्मक अकर्मकधातुः. तर्हि इदानीं भवत्या उक्तम् अर्चकः भक्तैः पेषयति इति उक्तं, तदेव वाक्यं तत्र अनिजन्तरूपं किं भवति? अर्चकः अर्चकः इति नास्ति, तत्र मूलवाक्यं किं भवति? अनिजन्तवाक्यम्, अनिजन्तवाक्यं भक्ताः तत्र भक्ताः कर्तरिप्रयोगे पिंशन्ति इति भवति. हा भक्ताः पिंशन्ति इति भवति खलु. इदानीं कर्म तत्र निजन्तवाक्ये कथं भवेत्? तत्र पेषणकार्यं भक्ताः पिंशन्ति इत्युक्ते ते पिंशनं अथवा पेषणं कुर्वन्ति इति. किं भवति तत्र भक्ताः? वाक्यं वदतु इदानीं पुनः वदतु वाक्यं. भक्तैः इति सम्यक् अस्ति वा? कोऽपि वदतु. अर्चकेन प्रेषयति, अर्चकेन भक्तान् प्रेषयति. न इदानीं कर्मणि प्रयोगः नास्ति, निजन्तप्रयोगः. अर्चकः भक्तान् प्रेषयति द्वितीया भवति खलु, इति भवति. अकर्मकः प्रयोगः अस्ति खलु, अतः भक्तैः इति न भवति. अर्चकः भक्तैः इति भवति चेत् तत्र विधिलिङ्गर्थे न निजन्त तत्र तु भक्तैः इति कार्यं तत्र कारयति इति भवति खलु भगिनि. न मूलवाक्यं किम् इति वक्तव्यं. मूलवाक्यं भगिनी उक्तवती भक्ताः पिंशन्ति इति मूलवाक्यम् इति उक्तवती. इत्युक्ते कार्यं भगिनी वदतु भगिनी कृपया, किम् अर्थे स्वीकृतवती अत्र पिंशति इत्यस्य? पिंश धातोः ग्रैण्डिङ्ग् श्रीगन्धस्य पेषणं. परन्तु पिष्टातुः अकर्मके एव अस्ति वा इति द्रष्टव्यं. पिष्टातुः अकर्मके एव अस्ति इति. अकर्मके एव, अकर्मकः एव, किन्तु अकर्मकः एव न अकर्मकः एव भवति निजेन. एकक्षणं भगिनि विजयलक्ष्मी भगिनि एकक्षणं. प्रथमतया पिंश् धातुः सर्वत्र अकर्मके एव भवति इति कथं वक्तुं शक्यते? पिंशति इत्युक्ते ग्रैण्ड् इत्यस्मिन् अर्थे अकर्मकः कथं भवति? तदेव अहमपि चिन्तितवती अत्र पीस् पीस् रिप् आफ् पीस् पीस् कर्णा इति अर्थः अस्ति, टुकडे टुकडे कर्णा इति अर्थः अस्ति, तथा तर्हि कस्य इति प्रश्नः भवति खलु, किं पेषयति इति प्रश्नः भवति, किं पिंशति इति प्रश्नः भवति। तत्र अकर्मकः अस्ति चेत् श्रीगन्धम् इति न भवति, श्रीगन्धः इति न भवति वा? न, इदानीं तत्र कथं वक्तव्यं वाक्यम् इति चेत् भक्ताः श्रीगन्धं पिंशन्ति इति वाक्यमस्ति। गन्धम् इति भवति वा तत्र? तत्र गन्धम् इति भवति खलु, श्रीगन्धम् इत्युक्ते सेण्डल्वुड् इत्यस्मिन् अर्थे खलु। ओ, तत्र नपुंसकलिङ्गे अस्ति वा श्रीगन्धः इति चिन्तितं? न, इदानीं पिंशति इति पदस्य कर्मपदं किम् अस्ति? किन्तु तत्र अकर्मकधातुः, सर्वत्र अकर्मकः नास्ति भगिनि, अकर्मकः इति यदा उक्तं सर्वत्र अकर्मकः इति नास्ति, इदानीं ग्रैण्ड् इत्यस्मिन् अर्थे तु अकर्मकः कथं भवति? ओ, तद् न ज्ञातम्, अस्तु, प्रकाशयति इत्यपि अर्थः अस्ति वा? प्रकाशयति इति अर्थः अपि अस्ति तस्मिन् अर्थे भगिनि, क्षम्यतां, तस्मिन् अर्थे प्रायः अकर्मकः स्यात्, प्रकाशयति इत्यर्थे अकर्मकः। कथं जानीमः कुत्र अकर्मकः भवति इति? प्रकाशयति इति नास्ति, अवयवे अयं दीपनायाम् अपि अडोन् वेयर् डेकरेट् इति अस्ति। नु, परन्तु तत्र वाक्यं दत्तमस्ति त्वेष्टा इति वा, सूर्यस्य किं नाम अस्ति? त्वेष्टा इति, त्वेष्टारूपाणि पिंशतु इति अस्ति, प्रकाशयतु इत्यर्थे। भगिनी शोभा भगिनी, कथं जानीमः इति चेत् सामान्यव्यवहारे वयं कथं वदामः इत्युक्ते तत्र किं पचति इति, पच् इति धातुः अस्ति चेत् तत्र प्रश्नः भवति, किं पचति इति प्रश्नस्य उत्तरं लभ्यते चेत् तदानीं सकर्मकः, न लभ्यते चेत् अकर्मकः इति सामान्यव्यवहारे वयं वदामः। परन्तु शास्त्ररीत्या वयं पश्यामः चेत् शास्त्रीयरीत्या तर्हि तत्र धातोः यत् फलम् अस्ति तस्य अधिकरणम् एकमेव भवति चेत् तदानीम् अकर्मकधातुः, इदानीं वृक्षः वर्धते इति वदामः, वर्धनक्रियायाः फलं किम्? वर्धनमेव फलं खलु, वर्धनमेव फलं, वर्धनमेव फलं, तत्र तादृशफलं कुत्र अस्ति? वर्धते, वृक्षे एव अस्ति खलु, तत्र व्यापारः, व्यापारः इत्युक्ते तत्र वृक्षे यदा वयं जलं स्थापयामः तदानीं तत्र जलं स्वीकृत्य वृक्षः वर्धते, तर्हि व्यापारः वर्धनस्य कृते यः व्यापारः अस्ति, या क्रिया अस्ति, सा क्रिया अपि वृक्षे एव भवति, द एक्षन् इस् आल्सो हेपनिङ्ग् इन् द ट्री एण्ड् देन् द रिसल्ट्, वर्धनं यत् जातं तदपि वृक्षे एव अस्ति, एतादृशसन्दर्भे अकर्मकः इति वदामः। व्यापारस्य फलस्य आशयः तदेव इति एकः एव अस्ति चेत् तदानीम् अकर्मकः, परन्तु फलस्य व्यापारस्य आश्रयः भिन्नः भिन्नः चेत् तदानीं सकर्मकः। इदानीं पश्यतु, यदि वयं वदामः बालकः पुस्तकं पठति इति वदामः चेत् पठनक्रिया कुत्र अस्ति? पठनक्रिया बालके अस्ति, पठनक्रिया बालके अस्ति, तत्र फलं किम् अस्ति, फलं कुत्र अस्ति? तत्र कर्मपदे तस्य आशयः पुस्तके अस्ति, इति कृत्वा तत्र पठनक्रियायाः व्यापारः बालके अस्ति, फलं तु पुस्तके अस्ति इति कृत्वा तत्र सकर्मकधातुः इति वयं वदामः। इत्येवं रीत्या तत्र आलोचनीयं भवति। अत्र पिंशति इति उक्तं, तर्हि पिंशति इत्युक्ते कस्य, किं पिंशति इति प्रश्नः जायते खलु। इत्युक्ते तत्र अकर्मक इति उक्तं चेदपि अर्थं स्वीकृत्य तत्र तस्य किं परिवर्तनम् अपि भवति इति। अस्तु, सर्वत्र अकर्मकः इति नास्ति। हा हा, अस्तु, यतोहि धातोः बहवः अर्थाः सन्ति खलु, एकः एव अर्थः नास्ति. कस्मिंश्चित् अर्थे सकर्मकः, कस्मिंश्चित् अर्थे अकर्मकः इति अपि भवितुमर्हति. अस्तु. इत्युक्ते पश्यतु, वह्धातुः अस्ति खलु, वह्धातुः, वह्धातोः सकर्मकप्रयोगः अपि अस्ति, अकर्मकप्रयोगः अपि अस्ति. भारं वहति इत्यत्र सकर्मकप्रयोगः, नदी वहति इत्यत्र अकर्मकः प्रयोगः. सत्यम्. इति कृत्वा तथा. अतः भवत्याः वाक्ये इदानीं भक्तैः पिंशति इत्यत्र दोषः अस्ति. भक्तैः इति तत्र तृतीयाविभक्तेः प्रयोगः अस्ति, तादृशप्रयोगः समीचीनः नास्ति. यतोहि अकर्मकधातुः इति स्वीकृत्य भवत्या उक्तं, परन्तु मूलधातुः तस्मिन् अर्थे, पेषणम् इति अर्थे अकर्मकः प्रयोगः नास्ति. अतः भक्तैः इति न समीचीनम्. तत्र वाक्यस्य विषये इतोपि चिन्तनीयं. भगिनी, पुरोहितः भक्तैः पेषणं कारयति इति भवितुम् अर्हति खलु? हा, तादृश अर्थे भवितुमर्हति भगिनि. तर्हि मूलवाक्यं भिन्नम् अस्ति. भक्तैः न, मूलवाक्यं वदतु इदानीं. मूलवाक्यम् एतत्तु कर्तरिप्रयोगे एव अस्ति खलु? हा, भवतु, मूलवाक्यं किम् अस्ति? निजन्तं पुरोहितः भक्तानां वदति, भवतां कार्यं ददामि, पेषणं कार्यं करोतु इति. तत् निजन्तप्रयोगे पुरोहितः भक्तैः प्रेषयति इति भवति खलु? न न, तत् समीचीनं भगिनि. अहं पृच्छामि, अणिजन्तवाक्यं प्रथमतया वदतु. अणिजन्तवाक्यं किम् अस्ति? प्रेषयति इत्यत्र कर्ता कः? पिशति इत्यत्र, पिंशति इत्यत्र कर्ता कः? पिंशति इत्यत्र भक्तान् भक्ताः पिंशति, भक्ताः इति पिंशति इति उक्तं खलु. भक्ताः किं पिंशति? भक्ताः किं पिंशन्ति? सा उक्तवती खलु, चन्दन किं, श्रीगन्धं, हा, श्रीगन्धं पिंशन्ति, पिंशन्ति. हा, भक्ताः श्रीगन्धं पिंशन्ति. इदानीं निजन्तवाक्यं वदतु. पुरोहितः भक्तैः श्रीगन्धं प्रेषयति इति इदानीं वाक्यं समीचीनमस्ति. तथा न उक्तवती. सकर्मकः भवति चेत् सम्यक् भवति इति. हा, तदेव मया उक्तं. सकर्मकः अस्ति चेदेव सम्यक् भवति, भक्तैः इति. परन्तु भवती अकर्मकप्रयोगः इति कृत्वा भवती किम् उक्तवती? अर्चकः भक्तैः प्रेषयति इति उक्तं खलु. तादृशवाक्यं समीचीनं नास्ति. तर्हि तत्र अस्तु भगिनि, सत्यं, भक्तैः श्रीगन्धं प्रेषयति, तर्हि समीचीनं भवति. अस्तु, समीचीनम्. अपि च अनन्तरं सर्वैः श्रीगन्धं, श्रीगन्धः पिष्यते, तत्र तु पिष्यते इति कर्मणि प्रयोगः खलु भगिनि. हा, श्रीगन्धः पिष्यते, सर्वैः श्रीगन्धः पिष्यते. अस्तु, लिप् अस्तु, अग्रे वदामि वा? अहमेकं वदामि वा भगिनि? अन्य कोऽपि वदतु. धन्यवादः भगिनि, बहु समीचीनं, बहु उत्तमः. धन्यवादः. वदतु. अहं वदामि भगिनि. लक्ष्मी भगिनी कथं वदतु. अहमपि का उक्तवती इदानीं, मया न आगतं. शुभदा भगिनी इति वा? आम् आं भगिनि. अस्तु, वदतु एकं वाक्यं वदतु. सिच् इति धातुः अहं स्वीकृतवती. सिच् इत्यस्य अर्थः क्षरणे इति. कृषकः तस्य क्षेत्रं सिञ्चति, लटि. कृषकः कृषकेण क्षेत्रं कृषकेण क्षेत्रं सिच्यते इति भावकर्मणोः. णिजन्ते कृषकः कर्मकरैः क्षेत्रं सेचयति. समीचीनं, सम्यक्, समीचीनं, बहु समीचीनं. मीना भगिनी, धन्यवादः. वक्तुमिच्छति वा भगिनि, मीना भगिनि? कृष्णः समीचीनं वा न वा इति न जानामि. कृष्णः अर्जुनं पापा धातुः कः, अर्थः कः? धातुः कः? मुच्लि धातु मोक्षणे. अच्छा अस्तु. श्रीकृष्णः अर्जुनं पापात् मुञ्चति. गीतापठनं पापेन मुच्यते. गीतापठनं राजा सेवकैः चोरं मुञ्चयति. पुनः अन्तिमवाक्यं. राजा सेवकैः चोरं चोरं चोरः चोरं चोरं मुञ्चयति. चोरं मुञ्चयति इति किं? चोरं मुञ्चयति इति तत्र किं वक्तुमिच्छति? चोरात् मुञ्चयति इति वा? अत्र तु मुञ्चदातुः, अत्र तु मुञ्चदातुः कीदृश प्रयोगः? अत्र सकर्मकः वा अकर्मकः वा? निजन्तं भगिनि. न अद् भवतु. तत्र मुच्धातुः सकर्मकप्रयोगः वा अकर्मकप्रयोगः? सकर्मकः अपि अस्ति. निजन्तवाक्यं मूलवाक्यं किं भवति? राजा सेवकेन चोरात् मुञ्चयति वा? न, मूलवाक्यं किम् इति अस्ति इति वदतु. तत्र किं वक्तुमिच्छति इति मया न बुद्धम्. He is he freeing the thief or he is is getting freed from the thief or kim vaktum ichchati bhavati? The king makes the thief freed by the servants. Acha acha. Okay astu astu. Ha astu samichinam. Tarhi tatra ha punah vadatu vakyam. Raja sevakena choram munchayati. Ha munchayati iti tatra nakarah kimartam? मुञ्चयति इति रूपं नास्ति खलु निजन्ते? सम्यक्, समीचीनं. तर्हि इतोपि केचन जनाः वक्तुम् इच्छन्ति चेत् वयम् अग्रिमसप्ताहे अनुवर्तयितुं शक्नुमः. अस्तु, तर्हि अत्र स्थगयामः. धन्यवादः, नमस्कारः. धन्यवादः. धन्यवादः. धन्यवादः. नमस्ते भगिनी.